अस्तु, अस्माकं न्यायवर्गकक्षायां सर्वेषां स्वागतम्. अद्यतनविषयः अस्ति विशेषः इति. गते सप्ताहे सामान्यं नाम किम् इति वयं परिशीलितवन्तः. जातिः अथवा सामान्यम् इत्युक्ते किम् इति अस्माकं मनसि स्पष्टता जाता इति मन्येय. सप्तपदार्थाः के के इति प्रथमं वयं दृष्टवन्तः. तदनन्तरं नवद्रव्याणि कानि, चतुर्विंशतिगुणाः, पञ्चकर्माणि, एतत् सर्वं वयं परिशीलितवन्तः. कोऽपि वक्तुं शक्नोति वा प्रथमं सप्तपदार्थाः के के इति? द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावः. उत्तमम्. अपि च नवद्रव्याणि कानि, अन्य कोऽपि? राजी भगिनी वदति वा? भगिनी किञ्चित् दूरवाण्याः समीपे किञ्चित् आगच्छतु, भवत्याः ध्वनिः सम्यक् न श्रूयते. अस्तु भगिनि. पृथिवी, जलं, तेजः, वायुः, आकाशः, कालः, दिक्, आत्मा, मनः. उत्तमम्, अति उत्तमम्. अपि च अनन्तरं चतुर्विंशतिगुणाः सन्ति. तत् किम् ते के इति इदानीं न परिशीलयामः, परन्तु पञ्चकर्माणि कानि इति कोऽपि वक्तुं शक्नोति वा? पवनमहोदय, भवान् वदति वा? पञ्चकर्माणि वा भगिनि? आं, पञ्चकर्माणि. अन्य कोऽपि वदन्ति अस्मि इति क्षेपण, अपक्षेपण, कुञ्चन, प्रसारण, गमन. आकुञ्चन. आकुञ्चन, अस्तु. आकुञ्चन, प्रसारण, गमन. उत्तमं. तदनन्तरं सामान्यम् इति पदार्थाः दृष्टवन्तः. तत्र परम् अपरम् इति सामान्यं द्विविधम् इत्यपि वयं दृष्टवन्तः. सत्ता इत्युक्ते तत् सत्ता अस्ति पराजातिः इत्युक्ते तदेव अस्ति बृहत् जातिः, तस्य अपेक्षया अधिकवृत्तिः नास्ति इति. तदनन्तरं घटत्वादी भवति अपराजातिः इत्युक्ते तस्य अपेक्षया न्यूनवृत्तिः नास्ति इति. मध्ये यत् तिष्ठति, द्रव्यत्वं वा पृथिवीत्वं वा, तद् परापरम् इति उच्यते. इत्युक्ते कदाचित् परं भवति, कदाचित् अपरं भवति. सुब्रह्मण्यमहोदय वदति वा द्रव्यत्वं कदा अपराजातिः भवति इति? द्रव्यत्वं द्रव्यत्वं सत्ता अपेक्षया अपरं भवति, घटत्वम् अपेक्षया परं भवति. उत्तमम्, अति उत्तमं, तावदेव. बहु उत्तमम्. अपरं सुभलता भगिनी भवती वदति वा पृथ्वीत्वं कदा अपराजातिः भवति, कदा पराजातिः भवति इति? क्षम्यतां भगिनी, अहं गते सप्ताहे न आसम्. अस्तु, चिन्ता नास्ति, चिन्ता नास्ति. अस्तु, पराजातिः अपराजातिः इत्युक्ते किम् इति अवगतवती वा इदानीं? न भगिनि. अस्तु, पराजातिः इत्युक्ते तत्र चिन्तयतु, तत्र जातिः इत्युक्ते किं? सामान्यम् इत्युक्ते समानानां धर्मः सामान्यम् इति वयं दृष्टवन्तः. तत्र पुस्तकम् अस्ति चेत् पुस्तके पुस्तकत्वम् इति जातिः वर्तते. अपि च गोत्वमिव, सत्यम्. अपि च पुस्तकं पार्थिववस्तु, तर्हि पुस्तके पृथ्वीत्वम् अपि वर्तते. अस्तु, पार्थिववस्तुः इत्युक्ते पञ्चभूतैः क्रियात्मकम् इति वा? तथा इत्युक्ते पृथ्वी इति एकं द्रव्यम् अस्ति खलु, तस्य अंशः तस्य वस्तु इति, तस्य अंशः इति पार्थिववस्तु पुस्तकम् अस्तु. तर्हि तत्र पृथ्वीत्वम् इति अपि जातिः वर्तते. आसन्दः इति पश्यामः चेत् तदपि पार्थिववस्तु. उत्पीठिका इति पश्यामः चेत् तदपि पार्थिववस्तु. लेखनी अपि पार्थिववस्तु. तेषु पृथ्वीत्वं, तत्र आसन्दे आसन्दत्वम् अस्ति, लेखन्यां लेखनीत्वम् अस्ति, अपि च पृथ्वीत्वमपि अस्ति वर्तते तत्र. अस्तु, तर्हि पुस्तके पुस्तकत्वम् अस्ति, पुस्तके पृथ्वीत्वमपि अस्ति. अपि च पृथ्वी इति द्रव्यमस्ति खलु, तर्हि तत्र द्रव्यत्वमपि वर्तते. अस्तु, तर्हि तत्र पुस्तके पश्यामः चेत् पुस्तकत्वमपि अस्ति, पृथ्वीत्वमपि अस्ति, द्रव्यत्वमपि अस्ति. अपि च लेखनी पश्यतु, क्षम्यतां, लेखन्यां लेखनीत्वम् अस्ति, पृथ्वीत्वम् अस्ति, द्रव्यत्वम् अस्ति. इति अनन्तरं रूपं, किमपि नीलरूपम् इति अस्ति चेत् नीलरूपे नीलत्वम् अस्ति, रूपत्वम् अस्ति, अपि च गुणत्वम् अस्ति. तथैव भवति. तर्हि इदानीं सत्ता इति इत्युक्ते किम् इत्युक्ते, तत्र सत्ता नाम द्रव्यत्वं वा भवतु, द्रव्यं वा भवतु, गुण वा भवतु, कर्म वा भवतु, तत्र किमपि अस्ति इति तत्र भावः अस्ति खलु, तदेव अस्ति. किमपि अस्ति इति यद् धर्मः अस्ति तदेव सत्ता. सत्ता इति जातिः तत्र सर्वेषु द्रव्येषु, सर्वेषु गुणेषु, सर्वेषु कर्मषु वर्तते. तर्हि सत्ता इति यद् जातिः अस्ति तस्य अपेक्षया बृहज्जातिः किमपि नास्ति. तस्य अधिकरणं सर्वाणि द्रव्याणि, सर्वाः गुणाः, सर्वाणि कर्माणि भवति तस्य अधिकरणं, तस्य अधिकरणानि भवन्ति. तर्हि सत्ता इति यद् जातिः अस्ति तद् भवति पराजातिः इति. इत्युक्ते तस्य अपेक्षया इतोपि बृहज्जातिः किमपि नास्ति. यस्य अधिकरणानि इतोपि अधिकं सन्ति इति किमपि जातिः नास्ति. तर्हि सत्ता इति पराजातिः इति वदामः. तथैव घटत्वम् इति पश्यामः चेत्, घटत्वं वा पुस्तकत्वं वा इति पश्यामः चेत्, तस्य अपेक्षया न्यूनवृत्तिः इति किमपि नास्ति. किमर्थं चेत् तत्तु केवलं घटे एव अस्ति, केवलम् एकवस्तुनि एव यद् जातिः वर्तते तदस्ति अपराजातिः इति. घटे अस्ति घटत्वं, पटे अस्ति पटत्वं, पुस्तके अस्ति पुस्तकत्वं तथा. इदानीं द्रव्यत्वं पृथिवीत्वम् इति पश्यामः चेत् तत्र परापरम् इति वदामः. इत्युक्ते तत् तुल्यभावेन एव वक्तुं शक्नुमः तत् परं वा अपरं वा इति. यदा पुस्तकत्वम् इति पश्यामः चेत् पुस्तकस्य अपेक्षया पृथ्वीत्वम् इति स्वीकुर्मः चेत् तस्य वृत्तिः इतोपि बृहत् अस्ति खलु. पुस्तके अपि पृथ्वीत्वमस्ति, लेखन्यामपि अस्ति, उत्पीठिकायामपि अस्ति. तर्हि तस्य स्थलः किञ्चित् बृहत् अस्ति. तर्हि पृथ्वीत्वम् इति पुस्तकस्य अपेक्षया पराजातिः भवति. परन्तु द्रव्यत्वम् इति स्वीकुर्मः चेत् द्रव्यत्वं तु जले अपि अस्ति, अग्नौ अस्ति, वायौ अस्ति, परन्तु पृथ्वीत्वं तु केवलं पार्थिववस्तूनि एव अस्ति अस्ति खलु. तर्हि पृथ्वीत्वम् इति यद् जाति अस्ति तद् द्रव्यत्वस्य अपेक्षया अपरं जाति भवति, अपरा जाति भवति. अवगतवती भगिनी किञ्चित्. तर्हि सा जातिः पृथ्वीत्वम् इति यज्जातिः अस्ति सा जातिः द्रव्यत्वस्य अपेक्षया सत्तायाः अपेक्षया अपरा जातिः, पुस्तकस्य अपेक्षया घटत्वस्य अपेक्षया परा जातिः इति वदेम. अस्तु, तर्हि परापरं नाम किम् इति स्पष्टं जातः स्पष्टं स्यात् इदानीम्. अस्तु, तर्हि अग्रे पठेम. अद्यतनविषयः अस्ति विशेषः इति. तत्र पूर्वं वयम् उक्तवन्तः खलु तत्र षड् दर्शनानि सन्ति इति. तत्र विशेषः इति यत् पदार्थः अस्ति तत् केवलं वैयाकरणैः अङ्गीक्रियते. अन्य दर्शनेषु तस्य खण्डनमेव भवति, तस्य ते अन्य तत्र ते न अनुमन्यन्ते. तद् अनुमन्यते यत् विशेषः इति पदार्थः अस्ति इति. न्यायशास्त्रम् अपि च वैशेषिकस्य किञ्चित् साम्यमस्ति, समानमिति न परन्तु तत्र किञ्चित् साम्यमस्ति. तर्हि नव्यनैयाकरणैः विशेषः इति पदार्थः स्वीकृतवन्तः, परन्तु वस्तुतया वैशेषिकैः एव अयं पदार्थः अङ्गीक्रियते. अस्तु, तर्हि अग्रे पठामः. सुमलता भगिनी भवती एव आरम्भं करोति वा? आं भगिनि. विशेषपदार्थवर्णनं ततः खलु भगिनि? ततः तत्र मध्ये नित्यद्रव्यवृत्तयोः इति अस्ति खलु, तस्मात् तस्मिन् पुटे एव. नित्यद्रव्यवृत्तयो विशेषात् विशेषाः सत्त्वनन्ता एव इति विशेषः निरूपितः. विशेषाः तु अनन्ताः एव. विशेषाः तु अनन्ताः एव इति विशेषः निरूपितः. गुणकर्मणोः निरूपणावसरे एतत् किं भगिनि? पौर्वापर्यविचारे कर्म केचन आचार्याः न अङ्गीकुर्वन्ति इत्युक्तम्. विशेषविषये इत्थं वक्तव्यम्. अयं वैशेषिकैः एव अङ्गीक्रियते, नैयायिकैः च अनुमन्यते. अन्येषु शास्त्रेषु तस्य खण्डनमेव अस्ति. एवं विधः अयं विशेषपदार्थः इति सर्वजनसिद्धजातिपदार्थानन्तरं निरूपितः. वदति वा किञ्चित्? नित्यद्रव्यवृत्तयः विशेषाः तु अनन्ताः एव इत्युक्ते नित्यं ये द्रव्याः सन्ति द्रव्याणि सन्ति, द्रव्याणि सन्ति, यानि द्रव्याणि सन्ति तत्र विशेषाः तु बहवः बहूनि सन्ति इति, विशेषाः तु बहवः सन्ति इति अर्थः अस्ति. इति विशेषः निरूपितः. विशेषः इत्युक्ते विशेषज्ञः इति वा? न, विशेषः इति कश्चन पदार्थः. विशेषः निरूपितः इति विशेषस्य विषये निरूपणमपि कृतवन्तः. गुणकर्मणोः निरूपणावसरे एतत् न जानामि भगिनि, पौर्वापर्यविचारे इत्युक्ते किम् इति. पौर्वापर्य इत्युक्ते पूर्वापरम् इति वदामः खलु, तस्य भावः एव अस्ति पौर्वापर्य इति, तत्र तद्धितान्तः. ओके. पूर्वापरम् इत्युक्ते पूर्वं वयं तद् आसीत् अण्ड् पूर्वापरं. पूर्वापरं सत्यम्. आम्, इदानीं तद्वाक्यं वदति वा? गुणकर्मणोः अपि निरूपणावसरे कर्म इति कर्मविषये अपि आचार्याः न अङ्गीकुर्वन्ति इति पूर्वम् उक्तम् आसीत्. विशेष विषये अपि तदेव वर्तते अत्र अपि इति दत्तवन्तः. केवलं वैशेषिकैः एव विशेषः इति अस्ति इति, द्रव्यं पदार्थम् अस्ति इति अङ्गीकुर्वन्ति. विशेषिकः एव अङ्गीकुर्वन्ति. नैयायिकैः च अनुमन्यते. ते अपि अङ्गीकुर्वन्ति इति वा भगिनी? नैयायिकैः अस्ति खलु भगिनी, तदपि पठतु. कणादः इति, कणादः वैशेषिकशास्त्रप्रणेता आचार्यः. तत्प्रणीतं वैशेषिकशास्त्रं गौतमप्रणीतं न्यायशास्त्रं च सम्मील्य न्यायशास्त्रपाठनं प्रवर्त्यते. कणादः इति एकः वैशेषिकः वा? आं, सः एव वैशेषिकदर्शनशास्त्रं रचितवान्. रचितवान् सः कणादमहर्षिणा. अपि च गौतममहर्षिणा न्यायशास्त्रं रचितं. तर्हि द्वौ अपि सम्मील्य इदानीं यद् न्यायशास्त्रमिति वयं पठामः, तद् द्वौ अपि सम्मील्य एव नूतन नव्यन्यायमिति क्षम्यताम्, तदेव तत्तु तदेव न्यायशास्त्रम् इति वयम् इदानीं यत् पठामः तत् तदेव अस्ति. कणादः वैशेषिकशास्त्रं, पुनः गौतमस्य न्यायशास्त्रं विना अन्येषु शास्त्रेषु विशेषः इति पदार्थः अस्ति इति खण्डनमेव अस्ति. एवं विधः अयं विशेषपदार्थः इति सर्वजनसिद्धजातिपदार्थ अनन्तरं निरूपितः. एतत् विशेषपदार्थः इति सर्वजनसिद्धजातिपदार्थः इति अनन्तरं निरूपितः इत्युक्ते किं भगिनि? इत्युक्ते तत्र जाति इत्युक्ते, जातिः इत्युक्ते सामान्यं खलु, तत्र यद् पूर्वं वयं तत्र द्रव्यगुण कर्मसु तत्र जातिः अस्ति इति निरूप्य तदनन्तरम् इदानीं विशेषविषये पठामः इति. अस्तु, बहु समीचीनं भगिनि, धन्यवादः. क्षम्यतां, गते सप्ताहे न आसम्, तदर्थं किञ्चित् क्लिष्टः अस्ति. रिकार्डिङ्ग् अपि शृणोमि इति चिन्तितवती, परन्तु न, चिन्ता नास्ति भगिनि, चिन्ता नास्ति, बहु सम्यक्. अस्तु, सुनील् महोदय, भवान् वदतु. प्रश्नः एकं, किमर्थम् अथवा केन कारणेन आचार्याः विशेषं न अङ्गीकुर्वन्ति इति न उक्तं किल अत्र? तत् किञ्चित् केन कारणेन, तत् किञ्चित् अन्यविषयः अस्ति, अपि च महान् महती चर्चा भवति तादृशविषये प्रायः इदानीं मास्तु इति चिन्तयामि. धन्यवादः. आम् अस्तु, सुनील् महोदय, भवान् पठति वा अग्रे? अहं पठामि. पठतु. उदाहरणेन विशेषपदार्थवर्णनं, एतत् साधनाय साम्प्रदायिकाः एवमाहुः एकः पाषाणः द्विधा खण्डितः, तयोः सकलयोः क एवं ख इति संज्ञा कृता. एकः पाषाणः अस्ति, तत्र वयं खण्डनं कुर्मः, एकस्य सकलस्य नाम क इति, अन्यस्य ख इति. सकलः इत्युक्ते एकः भागः किल? उत्तमं. ततः क सकलस्य द्वे सकले साधिते, तयोः क्रमेण ग एवं घ इति सज्ञे कृते. पुनः क सकलस्य खण्डनं कृतं, अनन्तरं एकस्य भागस्य नाम ग इति, अन्य घ इति. तयोरपि ग सकलं गृहीत्वा तस्य द्वे सकले, तयोरपि सकलमेकमादाय द्वे सकले इति, एवंविध सकलपरम्परा कुत्रचित् स्थगनीया. अनन्तरं पुनः भागं कुर्वन्ति, तादृशं खण्डनपरम्परा एव कुर्वन्ति. कः अर्थः इति? खण्डनं कुर्वन्ति. एकं सादृशं तादृशं सकलं स्वीकर्तव्यं यस्य पुनः सकलं न भवति. तत् परमं सकलमेव परमाणुः इत्युच्यते. तादृशं करोति चेत् पुनः पुनः कर्तुं न शक्यते इति. अथवा तत्र किं भवति अनन्तरं, तद् परमाणुः इति उच्यते वा? आम् सत्यं, तदेव तत्र सकलखण्डनं कृत्वा वयम् अन्तिमे तत्र चरमं शकलमिति आगच्छति खलु, इत्युक्ते अन्तिमशकलमिति तादृशशकलम् आगच्छति यस्य पुनः खण्डनं कर्तुं पुनः खण्डनं न कर्तुं प्रभवामः, तत्र तस्य खण्डनं न भवितुम् अर्हति. तथा यत् शकलम् आगच्छति आयाति, तत् शकलमेव परमाणुः इति. कुत्र स्थगनं भवति तादृश कुत्र स्थगनं भवति तद् परमाणुः इति. आम् आं तत्र यत्र स्थगनं भवति यत्र अग्रिमखण्डनस्य अग्रि तदनन्तरं खण्डनं न कर्तुं शक्नुमः इति एकस्मिन् समयः आगच्छति खलु तदनन्तरं तस्य खण्डनं न भवितुम् अर्हति. तत् शकलमेव परमाणुः इति उच्यते. स्पष्टं वा? भगिनी अत्यन्तसूक्ष्म आम् अत्यन्त सत्यम् अत्यन्तसूक्ष्मशकलं यत् तस्य तदनन्तरं तस्य खण्डनं कर्तुं न शक्नुमः इति एकक्षणम् आगच्छति खलु तदनन्तरं तस्य खण्डनं न भवति इति तत्र अन्तिम स्तरम् आगच्छति खलु तदेव तस्मिन् समये यत् शकलं वर्तते तदेव अस्ति परमाणुः इति. अस्तु लक्ष्मी भगिनी भवती पठति वा? आं भगिनि. तत्र का संज्ञकः पाषाणखण्डः अन्येभ्यः पाषाणखण्डेभ्यः भिन्नः इति वयं ज्ञातुं प्रभवामः. कुतः तस्य यौ अवयवौ ग अथवा घा ताभ्यां का एव उत्पन्नः. अन्यस्य पाषाणखण्डस्य अन्ये अवयवाः न तु गाघौ. न अवगतवती भगिनी, भवती एव वदतु. अस्तु शनैः किञ्चित् पठामः. तत्र कसंज्ञकः पाषाणखण्डः अन्येभ्यः पाषाणखण्डेभ्यः भिन्नः इत्युक्ते किं? तत्र प्रथमं पाषाणः आसीत् खलु, तस्य भागद्वयं कृतवन्तः, तस्य नामकरणमपि अभवत्, तयोः नामकरणमपि अभवत् क अपि च ख. तर्हि यत् खसंज्ञकः पाषाणखण्डः अस्ति तस्य पुनः खण्डनम् अभवत् ग घ इति. तर्हि यत् कसंज्ञकः पाषाणखण्डः अस्ति तद् अन्येभ्यः पाषाणखण्डेभ्यः भिन्नः इति वयम् इदानीं वदामः. कुतः इत्युक्ते न्यायशास्त्रे किमर्थम् इति अर्थः. तर्हि तत्र इति कसंज्ञकः पाषाणखण्डः अन्येभ्यः पाषाणखण्डेभ्यः भिन्नः इति वदामः चेत् किमर्थं तथा वदामः इति प्रश्नः आयाति खलु. तत्र उत्तरमस्ति, तत्र यदा घ घ इति यद् शकलद्वयमस्ति ते शकले मिलित्वा एव कसंज्ञकः पाषाणखण्डः उत्पन्नः. परन्तु अन्य पाषाणखण्डः पश्यामः चेत् यदा घ इति घ न शमितं खसंज्ञकः पाषाणखण्डः पश्यामः चेत् तस्य अवयवः घ वा अथवा घ वा नास्ति खलु. तर्हि यत् क घ घ अवयवाः ग घ इति द्वे शकले उत्पन्नः पाषाणः अस्ति क न तु ख. तर्हि वयं वक्तुं शक्नुमः क पाषाणखण्डः ख पाषाणखण्डात् वा नो चेत् अन्यपाषाणखण्डेभ्यः वा भिन्नः इति. तत्र तत्र पश्यतु, तत्र अवयवभेदम् इति किमपि अस्ति. यत्र जातिः एकः एका एव अस्ति चेदपि एकस्यां जातौ एकस्मिन् सामान्ये अवयवभेदकारणात् तत्र भिन्नता वर्तते. तदेव अवयवभेदम् इति वदामः. तदेव अत्र अस्ति. यतोहि कसंज्ञकः पाषाणखण्डः अपि पाषाणखण्डः एव, ख अपि पाषाणखण्डः एव. तत्र सामान्यं तु अस्ति, परन्तु तत्र अवयवभेदकारणात् तयोः शकलयोः भेदः अपि अस्ति. तद्भेदस्य कारणमस्ति अवयवभेदम् इति. अवयवभेदात् तत्र शकलयोः भेदः अपि वर्तते. बुद्धं वा? धन्यवादः. अस्तु, अग्रे सुब्रह्मण्यमहोदय भवान् पठति वा? भगिनी एकः सन्देहः, क पाषाणखण्डः द्विविधा खण्डितः पूर्वं क एवं ख. क खण्डः किं भवति, किम् अभवत्? क खण्डस्य खण्डनं न कृतं वा? हा, खण्डनं कुर्मः चेत् अपि ग घ इति न आगच्छति खलु. प्रायः ट वा नो चेत् स र इति वा किमपि अन्य शकलाः एव आगच्छति खलु, आगच्छन्ति. अस्तु अस्तु. आं भगिनि, अन्य शकलानि आगच्छन्ति. ग घ न आगच्छन्ति. यदि क पाषाणखण्डः अनन्तरं खण्डनं कुर्मः चेत्. सत्यं, क पाषाणस्य खण्डनं कुर्मः चेत् ग ग इति द्वे चकले आगच्छतः. परन्तु ख इति पाषाणस्य खण्डनं कुर्मः चेत् तत्र ग घ इति न आगच्छतः खलु. तत्र अन्य किमपि द्वे वा त्रीणि वा यत्किमपि भवतु, परन्तु अन्य भागः एव आगच्छति. तर्हि ग ग इति यद् आगच्छति, यद् आगच्छतः इदानीं, तत् केवलं क पाषाणस्य शकले. परन्तु अत्र भगिनी, अत्र भेदं संज्ञाभेदं वा किमपि अन्यभेदः अस्ति? पुनः वदतु महोदय, क्षम्यतां, प्रश्नः न अवगतम्. अत्र यः भेदः अस्ति का खा द्वयोः मध्ये यः भेदः अस्ति, तत् संज्ञाभेदः अथवा किमपि अन्यभेदः अस्ति अत्र? किमर्थं ते भागौ भागद्वयमध्ये भेदः अस्ति? अत्र संज्ञाभेदः वा अन्यभेदः अपि अस्ति वा इति मम प्रश्नः. तत्र अन्यभेदः अपि अस्ति खलु, संज्ञाभेदः अपि अस्ति. सत्यं, तत्र क ख इति नामद्वयं स्थापितवन्तः इदानीं वयं. परन्तु तत्र अन्यभेदः अपि अस्ति खलु, तदेव अवयवभेदम् इति वदामः. तत्र क इति पाषाणस्य अवयवाः ये सन्ति, ते ख इति पाषाणस्य अवयवाः न. सत्यम् अस्ति. अस्तु, इदानीं पश्यतु, भवान् अपि मनुष्यः, अन्य कोऽपि अस्ति सः अपि मनुष्यः तत्र, परन्तु तत्र सामान्यम् अस्ति, परन्तु तत्र भेदः अपि वर्तते खलु. यद् भेदः वर्तते तद् वयम् अवयवभेदम् इति वदामः. अवयवात् तत्र भेदः उत्पन्नः. स्पष्टम् अस्तु. प्रश्नः भगिनि, हलो, वदतु भगिनि. रसायनशास्त्रे अपि परमाणुः इति ईदृशः पदार्थः एव इति चिन्तयामि. अवयवभेदः इत्युक्ते परमाणुनिर्माणं भवति किल, तत् यदा खण्डनं कुर्मः तदपि भिन्नं भवति इति वा? रसायनशास्त्रे अपि तत्र परमाणुः इत्युक्ते यस्य खण्डनं न भवति तद् परमाणुः इति प्रायः वदन्ति खलु तत्र तदेव आम्. परन्तु तत्र अवयवभेदविषये रसायनशास्त्रे कथम् इति तदहं न जानामि भगिनि. भिन्न अणु अणवः अपि निर्मीयते किल, तद् प्रायः किञ्चित् भिन्नविषयः स्यात् इति अहं चिन्तयामि. अस्तु, तर्हि अग्रे पठामः वा? आं भगिनि, अग्रे सरामः. अस्तु, अग्रे पठामः तर्हि. सुब्रह्मण्यमहोदय, भवान् पठति वा? आं भगिनि. एते परस्परं भिन्ना इति वयं ज्ञातुं शक्नुमः. तत्पूर्वं तत्र चित्रं दृष्ट्वा किञ्चित् वदतु महोदय, तदनन्तरं. अत्र उपरि अस्ति, एकवारं भगिनी, अत्र अत्र कथं पठनीयम् इति अहं चिन्तयामि. गघौ अत्र कथं पठनीयं भगिनी? अत्र तत्र केवलं क पाषाणस्य भागः, क पाषाणस्य भागौ घ ग पाषाणस्य भागौ च पाषाणस्य भागौ त थ. एते परस्परं भिन्ना इति वयं ज्ञातुं शक्नुमः. कथं? प्रत्येकम् अवयवभेदेन. अत्र इदानीं वयं चर्चितवन्तः, अत्र कापाषाणस्य भागद्वयं गाघ स्तः, तौ द्वौ गापाषाणस्य भागौ च तुलनाय भिन्नाः भवति. तथैव न? सत्यं. तथा च यस्य यस्य अवयवाः वर्तन्ते तस्य तस्य भेदज्ञानम् अवयवभेदेन भवति. अस्तु, यस्य यस्य अवयवाः वर्तन्ते, अत्र कापाषाणस्य अवयवाः, गापाषाणस्य अवयवाः, चापाषाणस्य अवयवाः वर्तन्ते, तस्य तस्य भेदज्ञानम् अवयवभेदेन, यथा गा घा च तथा भिन्न भिन्न अवयवाः सन्ति इति. तत्कारणात् एव पाषाणस्य अपि अत्र अवयवाः भेदाः वर्तन्ति, पाषाणस्य अपि भेदाः वर्तन्ति. परन्तु चरमशकलस्य परमाणोः यस्य अवयवः न वर्तते तस्य तादृशमेव यत् अन्यत् शकलं परमाणुः तस्य च परस्परं भेदज्ञानं कथं भवेत्? चर्मशकलस्य विषये अत्र किञ्चित् वदति. चर्मशकल चकलस्य यः अवयवः अस्ति, सर्वे चर्मशकलाः परमाणुः इति एव वदन्ति खलु भगिनि? अत्र एतदेव लिखितमस्ति. परन्तु तेषां परस्परभेदज्ञानं कथं भवति इति प्रश्नः उदेति इति अहं चिन्तयामि. अतः तादृशज्ञानसम्पादनाय भेदः कः इति ज्ञानसम्पादनाय कणदमहर्षिणा विशेष इति पदार्थः स्वीकृतः. कणदमहर्षिणा नामकरणं कृतवान्. यः भेदः अस्ति सः भेदः विशेषः इति नामकरणं कृतवान्. एते च विशेषाः यावन्तः परमाणवः तावत् सङ्ख्याकाः सन्ति इत्यपि स्वीक्रियते. एते च विशेषाः यावन्तः परमाणवः तावत् सङ्ख्याकाः सन्ति इत्यपि स्वीक्रियते. अत्र किञ्चित् सङ्ख्याकाः तावत् सङ्ख्याकाः एते च विशेषाः यावन्तः परमाणवः तावत् सङ्ख्याकाः सन्ति इत्यपि स्वीक्रियते. यथा प्रत्येकम् अस्तु भगिनि भवतु. न तत् इत्युक्ते तत्र अनन्ताः इति यावन्तः परमाणवः सन्ति तावन्तः विशेषाः भवेयुः इति कणादमहर्षिणा उक्तं. तर्हि तत्र गणयितुं न शक्नुमः अनन्ताः. तदर्थमेव तत्र निरूपणवाक्ये पश्यामः चेत् तत्र विशेषाः तु अनन्ताः एव इति अस्ति खलु, तस्य एव विवरणमस्ति अत्र. अग्रे यथा प्रत्येकम् आत्मनः एकैकं मनः इति मनोनिरूपणे वक्ष्यते, तथा अत्रापि प्रत्येकं परमाणोः विभिन्नः विशेषः. यदा भवती पूर्वम् उक्तवती प्रत्येकम् आत्मनः एकैकं मनः इति वक्ष्यामि, तथा परमाणुः अपि प्रति एकं परमाणुः विभिन्नपरमाणुः इति भवति, तत्कारणादेव विशेषः इति अस्ति इति अहं. तावदेव बहु सम्यक्. तथा च तविशेषः च परमाणुः, थ विशेषः च परमाणुः. अत्र किञ्चित् पठनस्य च परमाणुः च परमाणुतः भिन्नः, च परमाणुः च परमाणुतः भिन्नः कुतः? तविशेषस्य स एव आश्रयः, न तु च परमाणुः. एवं विपरीतमपि ज्ञातव्यम्. परमाणु किञ्चित् अवगच्छामि अत्र पूर्णतया न. वदतु महोदय. अत्र यथा च परमाणुः च परमाणुतः भिन्नः किमर्थम् इति अत्र प्रश्नः उदेति. अत्र तविशेषस्य आश्रयः च परमाणुः, न तु च परमाणुः. तथैव थविशेषस्य आश्रयः च परमाणुः, न तु च परमाणुः. तदेव अत्र च मध्ये भेदमस्ति, तथैव त मध्ये अपि भेदमस्ति इति अहं अवगच्छामि अत्र. उत्तमं महोदय, अति उत्तमं, तदेव अस्ति अत्र. इत्युक्ते तत्र वयम् अवयवभेदविषये किञ्चित् अवयवभेदविषये किञ्चित् चर्चितवन्तः. तत्र अवयवाः सन्ति चेत् अवयवभेदभेदेन तत्र भेदज्ञानं वयं ज्ञातुं शक्नुमः. परन्तु तत्र यदा अन्तिमशकलम् आगच्छति, यस्य पुनः खण्डनं कर्तुं न शक्नुमः, तर्हि तत्र अवयवाः न सन्ति, तस्य अवयवाः न सन्ति. तदा भवति चेत् तस्मिन् समये तत्र परमाणुषु कथं भिन्नता स्थापनीया इति, तत्र कथं भेदः कः इति कथं वा वक्तुं शक्नुमः इति प्रश्नः उदेति. तस्य समाधानार्थमेव तत्र विशेषः इति पदार्थः कणादमहर्षिणा स्वीकृतः. इत्युक्ते प्रत्येकं परमाणोः तत्र विशेषः इति कश्चित् पदार्थः अस्ति. तर्हि तत् पदार्थेन वयं भेदस्थापनं कर्तुं शक्नुमः. तर्हि यदा महोदयेन उक्तं च परमाणुः तत्र त विशेषः च परमाणौ, ठ विशेषः च परमाणौ, तर्हि विशेषभेदात् तत्र च परमाणोः भेदः कः इति इदानीं वयं वक्तुं शक्नुमः. तदेव अस्ति तत्र विशेषः इति पदार्थविषये. प्रश्नः अस्ति वा भगिनि? परमाणुविषये एतत् प्रश्नं किमर्थम् उदेति? क अपि पाषाणः अस्ति, ग घ इति शकले स्तः, तदा ग घ विषये अपि विशेषः अस्ति एव, स एव अन्तिमे परमाणु भवति. परमाणु तथा ग घ मध्ये भिन्नता का अस्ति? ग घ इति परमाणु इति नास्ति खलु. यदा ग घ इति अस्ति तत्र पाषाणः, तस्य पुनः खण्डनं कर्तुं शक्नुमः. यदा एकः पाषाणः स्वीकुर्मः चेत् तत्र पुनः खण्डनं कुर्मः चेत् तत् अन्तिमचरमम् आगच्छति चेत् तत्र तत् पाषाणम् इति न तिष्ठति खलु. तत्र प्रायः धूलिः वा मृत्तिका वा भवति खलु. न, तदपि पाषाण लक्षणमेव, पाषाणस्य परमाणुः इति न. तत्र पाषाणस्य खण्डनं कृत्वा यत् परमाणुः आगतम् इति एव खलु. तत्र पुस्तकमिति स्वीकुर्मः, पुस्तकस्य खण्डनं कुर्मः चेत् पुनः खण्डनं कुर्मः चेत् तत् पुस्तकमिति वक्तुं शक्नुमः वा? अस्मिन् विषये ग घ शकले पाषाण इति वक्तुं शक्नुमः वा? प्रायः तत्र बृहत् पाषाणाः अस्ति चेत् तत्र खण्डनद्वयं वा त्रयं वा प्रायः दशखण्डनम् अपि कर्तुं शक्नुमः. यत्र यत्पर्यन्तं तत् पाषाणः इत्येव तिष्ठति. परन्तु तदनन्तरं धूलिः भवति, नो चेत् मृत्तिका भवति खलु. तत्र यदा लघु बहु सूक्ष्म खण्डनं भागः भवति, तदा तु तत् पाषाणः इति न भवति खलु. अनन्तरं तत्र मृत्तिका उपयुज्य वयम् अन्य किमपि कर्तुं शक्नुमः. तत्र चिन्तयतु, क इति पाषाणः अस्ति, ग ग इति भागद्वयं कुर्मः. तत्र ग ग इति भागं स्वीकृत्य लेपनं कृत्वा प्रायः क पाषाणः इति पुनः कारयितुं शक्नुमः. परन्तु तथैव कुर्मः चेत् लघु बहु सूक्ष्म भागः आगच्छति चेत् तद् एकं वा द्वयं वा मिलित्वा पुनः पाषाणः इति न भवति खलु, तत्तु मृत्तिका भवति, नो चेत् धूलिः भवति, नो चेत् तथा अन्य किमपि भवति. तद् मिलित्वा अन्यवस्तु अपि कर्तुं शक्नुमः खलु, तत्र सिमेण्ट् वा भवति, नो चेत् किमपि कान्क्रीट् इति यत्किमपि भवतु, तत्र तस्य स्थापनं भवति, तस्मिन् समये तत् पाषाणः इति न तिष्ठति. कस्मिन् स्तरे महोदय, अहमेकम् उदाहरणं प्रायः मया यद् अवगतं, चिन्तयतु का पाषाणः इत्युक्ते घटः इति चिन्तयतु, गा पाषाणः इत्युक्ते तत्र मृत्तिका इति चिन्तयतु, च पाषाणः इत्युक्ते जलम् इति चिन्तयतु. इत्युक्ते तथा नास्ति खलु महोदय, तत्र क पाषाणात् एव आगच्छति, तत्र भिन्नभिन्नवस्तु इति न, तत् यद् मूलवस्तु अस्ति तत्तु एकमेव. अस्तु, तत्र कस्मिन् स्तरे खण्डनस्य स्तरे तस्य पाषाणत्वं गच्छति इति न जानीमः. न जानीमः, परन्तु तत् सत्यं न जानीमः, परन्तु तादृशस्तरः आगच्छति यस्मिन् स्तरे तत् पाषाणः इति न तिष्ठति. तदेव, कस्मिन् स्तरे भवति इति अस्माकं विचारः न इदानीं. केवलं प्रश्नः विशेषः इति किमपि अस्ति, विशेषः इति पदार्थः परमाणुः परमाणु तस्मिन् अपि अस्ति तथा पाषाणे अपि अस्ति. न, पाषाणे यदस्ति तदस्ति पाषाणत्वं, तत्तु जातिः. परमाणौ विशेषः इति तत्र चिन्तयतु, तत्र पाषाणद्वयम् अस्ति इति चिन्तयामः, तर्हि तत्र भेदः साधनीयः चेत् तत्र अवयवभेदात् तत्र भेदः वयं साधयितुं शक्नुमः. खण्डनं कुर्मः, खण्डनं कुर्मः, पुनः पुनः खण्डनं कुर्मः चेत् तत्र भेदः इति पुनः पुनः स्थापयितुं शक्नुमः, तत्र अवयवाः सन्ति चेत्. परन्तु एकः स्तरः आगच्छति यत्र तस्य अवयवाः न सन्ति, तस्मिन् स्तरे कथं भेदः स्थापयितुं शक्नुमः इत्येव प्रश्नः. तर्हि तत्र कणादमहर्षिणा उक्तं, तत्र विशेषः इति कश्चन पदार्थः अस्ति, तदस्ति, तत्र निरूपणवाक्यं पश्यतु, तत्र नित्यद्रव्यवृत्तिः इति, इत्युक्ते नित्यद्रव्यं यदस्ति तस्मिन् अस्ति. नित्यद्रव्यम् इत्युक्ते परमाणुः नित्यद्रव्यम्, अपि च आकाशादि इत्युक्ते आकाश अनन्तरं, प्रथमपुटं पश्यतु, आकाशः, कालः, दिक्, आत्मा, मनः इति यदस्ति ते नित्यद्रव्याणि, तेषु अपि च परमाणौ विशेषः इति कश्चन पदार्थः अस्ति, यस्मात् तत्र भेदः स्थापयितुं शक्नुमः इति. अस्य पाषाणस्य खण्डनं कृत्वा यत् परमाणुः प्राप्यते तस्य परमाणौ पाषाणत्वं नास्ति वा? हा, परमाणौ पाषाणत्वं नास्ति खलु, तत्र पाषाणत्वम् इति यदस्ति तद् तत्तु जातिः, तत्तु समानानां धर्मः खलु. परमाणुः तत्र यदा परमाणुः भवति तत् परमाणुः पाषाणः, चिन्तयतु तत्र परमाणुः अस्ति चेत् परमाणुः पाषाणः वा? पुस्तकमस्ति, चिन्तयतु पुस्तकमस्ति, इदानीं पुस्तकस्य खण्डनं कुर्मः, पुस्तके पुस्तकत्वम् अस्ति, सत्यम्? पुस्तकस्य खण्डनं कुर्मः, तर्हि इदानीं खण्डनं भवति चेत् तत्र यद् भागः अस्ति तत् पुस्तकं वा? तर्हि तत् तस्मिन् पुस्तकत्वं वर्तते वा? न वर्तते, पुस्तकमिति न वक्तुं न शक्नुमः. सत्यं, तथैव तत्र यदा परमाणुस्तर स्तरः गच्छामः तर्हि परमाणुः पाषाणः वा? तत् किञ्चित् क्लिष्टकरमस्ति. अस्तु, तत्र परमाणु इति न, पुस्तकम् इति एव स्वीकुर्मः. पुस्तकस्य पुनः पुनः पुनः खण्डनं भवति. अन्तिमचरमम् अन्तिम स्तरः आगच्छति यत्र इतोपि खण्डनं भवितुं न अर्हति. तर्हि तत्र परमाणुः इति अस्ति. तत् परमाणुः पुस्तकं वा? पुस्तकं न. तर्हि तस्मिन् परमाणौ पुस्तकत्वम् अस्ति वा? तर्हि इदानीं तत्र पुस्तकत्वं तत्र नास्ति खलु. तर्हि कथं वक्तुं शक्नुमः तस्मिन् परमाणुः क्षम्यतां तत् परमाणुः अन्य अन्येभ्यः परमाणुभ्यः भिन्नः इति. किञ्चित् अवगतं, धन्यवादः. तत्र विशेषः इति किमपि नूतनपदार्थः स्वीकृतः. तत्र अहं पाषाणः इत्युक्ते किञ्चित् भ्रमः भवति, यतोहि पाषाणस्य लघुपाषाणः अपि अस्ति, बृहत्पाषाणः अपि अस्ति इति कारणात्. परन्तु पुस्तकम् इति वा घटः इति वा चिन्तयामः चेत् तत्र किञ्चित् तादृशभ्रमः प्रायः न भवति इति चिन्तयामः. धन्यवादः भगिनिः. एकः सन्देहः अत्र उच्यते, एते च विशेषाः यावन्तः परमाणवः तावत् सङ्ख्याः सन्ति इति. एते सङ्ख्याः कालस्य गुणा दिक्विशेषस्य गुणा कोऽपि वाट् इस् इट् विशेषः अस्ति वा? न, तर्हि तत्र केवलं यावन्तः परमाणवः सन्ति तावन्तः विशेषाः सन्ति. किमर्थं चेत् प्रत्येकं परमाणौ यद्विशेषः अस्ति तद् अन्यपरमाणौ नास्ति. तर्हि तत्र विशेषाः इति यत् पदार्थः अस्ति तद् अनेकाः इत्युक्ते गणयितुं न शक्नुमः इत्येव. अत्र सङ्ख्याः इत्युक्ते अर्थं किम् अस्मिन्? ओ, सङ्ख्या इत्युक्ते केवलं तत्र गणयितुं तावत् सङ्ख्याकाः इत्युक्ते बहुत् अधिकाः अस्ति इत्येव. तत्र सङ्ख्या इति गुणः न. ओ, अस्तु भगिनि, तावदेव मम सन्देहः. अस्तु, इदानीम् अवगतम् आम्. तदेव मम सन्देहः. तावत् सङ्ख्याकाः इत्युक्ते यावन्तः परमाणवः तावन्तः विशेषाः इति चिन्तयतु तथा. अस्तु, सञ्जीव महोदय, भवान् एव अग्रे पठति वा? आम्, पठामि. च परमाणुः, च परमाणुतः तदग्रे खलु तथा च विशेषः तथा च विशेषस्वीकारेण परमाणूनां परस्परभेदज्ञानं वयं सम्पादयितुं प्रभवामः इत्युक्ते तथा विशेष इति किञ्चित् पदार्थं स्वीकृत्य परमाणूनां परस्परभेदज्ञानं वयं सम्पादयितुं प्रभवामः. परमाणवः कथं तेषां मध्ये भिन्नत्वं किम् अस्ति इति ज्ञातुं शक्यते इति. यथा परमाणोः अवयवो नास्ति तथैव आकाशादिद्रव्याणामपि अवयवाः न सन्ति. अतः परस्परभेदज्ञानाय आकाशादौ अपि विशेषापेक्षा वर्तते. परमाणुः नित्यः, आकाशादयश्च नित्याः इति सर्वेषु नित्येषु द्रव्येषु विशेषः सिद्ध्यति इति एतत्सर्वम् अभिसन्धाय उक्तं नित्यद्रव्यवृत्तयोः विशेषाः अनन्ताः प्रमाणमः नित्यद्रव्याणि च तावन्तः विशेषाः इति तेषामान् तेषाम् अनन्त्यमपि सिद्ध्यति. यथा परमाणोः अवयः परमाणोः अवयवः न अस्ति, तत्तु चरमं खण्डमस्ति, तस्य अवयवः न अस्ति. तथा एव आकाशादिद्रव्याणि अपि तेषामपि अवयवाः न सन्ति. अतः यथा परमाणोः भेदज्ञानाय विशेष इति पदार्थस्य अपेक्षा अथवा अवगमनम् आवश्यकम् अस्ति, तथैव आकाशादिद्रव्याणि सन्ति तेषां विषये अपि विशेष इति पदार्थः अस्ति इति ज्ञातव्यम्. परमाणुः नित्यः, तस्मिन् अनित्यता नास्ति. परमाणुनित्यः किमर्थम् इत्युक्ते तस्य खण्डनं कर्तुं न शक्यम्. आकाशादयः अपि नित्या एव, यथा परमाणुः नित्यः अस्ति इति सर्वेषु नित्येषु द्रव्येषु विशेषः सिद्ध्यति. यथा परमाणुः नित्यः, तथैव आकाशादिद्रव्याणि अपि नित्याः, तथैव परमाणुः अपि परमाणवे विशेष इति पदार्थः अस्ति. तथैव आकाशादिद्रव्येषु अपि विशेष इति पदार्थः अस्ति इति सिद्ध्यति. एतत् सर्वम् अभिसन्धाय उक्तं नित्यद्रव्यवृत्तयोः विशेषाः. यत् द्रव्याणि नित्यानि सन्ति, ते सर्वाणि द्रव्याणि अपि विशेषाः एव. अनन्ताः प्रमाणः इति नित्यद्रव्याणि अपि अनन्ताः, तावन्तः विशेषाः इति तेषाम् अनन्त्यमपि सिद्ध्यति इति. परमाणोः विशेषाः अनन्ताः सन्ति, तथैव आकाशादिद्रव्याणामपि विशेषाः अनन्ताः सन्ति. सत्यं, तत्र नित्यद्रव्येषु विशेषाः सन्ति इति. तत्र नित्यः इत्युक्ते यस्य नाशः न भवति तदेव नित्यः. परमाणुः नित्यः, अपि च आकाशादिद्रव्याणि अपि नित्यानि. तर्हि ये नित्यद्रव्याणि सन्ति तेषु विशेषः इति कश्चन पदार्थः अस्ति. तर्हि परमाणवः तु अनन्ताः सन्ति, तर्हि विशेषाः अपि अनन्ताः इति, इत्युक्ते तस्य गणयितुं न शक्नुमः अधिकमस्ति इति अपि इति. प्रश्नः अस्ति वा? अस्तु, अत्र इतोपि क्षम्यताम्. एतत्तु केवलं ऊहा एव, ऊहनमेव इति मन्ये. परमाणुः तथा आकाशद्रव्याणां समानता इति दृश्यते अत्र. परमाणुः अवयवः नास्ति, तथैव आकाशद्रव्याणामपि अवयवः न सन्ति. तदर्थे एव विशेषः तथा नित्यता अपि सिद्ध्यति इति ऊहा अस्ति, तर्कः अस्ति. तर्कः एव, तत्र परमाणुः अपि च आकाशः समानम् इति न. तत्र परमाणुः अपि नित्यः, आकाशः अपि नित्यः, तेषु अवयवाः न सन्ति, तर्हि तेषु विशेषः इति कश्चन पदार्थः अस्ति यस्मात् भेदसाधनं भवितुम् अर्हति इति एव तत्र. परन्तु नित्यत्वं कथं सिद्ध्यति? यस्य नाशः न भवति तद् नित्यं, नित्यः अस्ति खलु. तत्र परमाणुः यत्र परमाणुः इति वदामः चेत् तत्र तस्य इतोपि खण्डनं भवितुं न अर्हति इत्येव तस्य लक्षणम् इति वयम् उक्तवन्तः. तर्हि तत्र परमाणुः इति यदा आगच्छति इतोपि तस्य खण्डनं न भवितुम् अर्हति, इत्युक्ते इतोपि तस्य तस्य नाशं न भवति इति, नाशः न भवति. तत्र इतोपि एकः विषयः अस्ति, इत्युक्ते तत्र विशेषः इति वयम् उक्तवन्तः खलु. तत्र परमाणुः अपि विशेषः अस्ति, प्रत्येकं परमाणौ विशेषः अस्ति, यद् अन्य अन्यविशेषात् भिन्नः इति. परन्तु तत्र वयं चिन्तयतु कथं वक्तुं शक्नुमः तत्र एकः विशेषः अन्यविशेषात् भिन्नः इति. तत्र परमाणवः सन्ति खलु, एकः परमाणौ अन्य एकः परमाणुः अन्येभ्यः परमाणुभ्यः कथं भिन्नः इति प्रश्नस्य उत्तररूपेण एव विशेषः इति पदार्थः वयं स्वीकृतवन्तः. सत्यं? तर्हि इदानीं चिन्तयतु एकः विशेषः अन्यविशेषात् भिन्नः इति कथं वक्तुं शक्नुमः. अस्तु, तत्र समाधानमस्ति स्वतो व्यावर्तकत्वम् इति कश्चन विषयः अस्ति. स्वतो व्यावर्तकत्वम् इति लिखतु. स्वतो व्यावर्तकत्वम् इत्युक्ते स्वस्य भेदं स्वयं साधयति इति अर्थः. तर्हि तत्र तद् विशेषः इति पदार्थः स्वतो तस्मिन् स्वतो व्यावर्तकम् इति भावः अस्ति. तर्हि तत्र तत् स्वयं तस्य भेदं स्वस्य भेदं साधयति. किमर्थं तथा कृतवन्तः चेत् चिन्तयतु तत्र पुनः नूतनपदार्थः इति स्वीकुर्मः चेत् तथा पुनः पुनः गच्छति खलु तत् अनवस्था इति दोषः आगच्छति. तर्हि तत्र विशेषः इति विशेषेभ्यः भेदसाधनाय पुनः नूतनपदार्थः आगच्छति चेत् तेभ्यः भेदसाधनाय किमपि अन्यपदार्थः आवश्यकम् इति गच्छति खलु. तत्र प्रायः तद् न स्थगयति एव कुत्रापि. तद् दोषः भवति, सः दोषः भवति. दोषस्य नाम अस्ति अनवस्था इति. अनवस्था मास्तु इति कारणात् तत्र स्वतो व्यावर्तकत्वम् इति स्वीकृतवन्तः. इत्युक्ते विशेषः स्वस्य भेदं स्वयं साधयति. तर्हि अन्यपदार्थस्य आवश्यकता नास्ति तत्र भेदसाधनाय. अनवस्था अस्तु. तर्हि अग्रे सरामः. पवन् महोदय, भवान् पठति वा? आं भगिनि. समवायसाधनप्रकारः द्रव्यादित्रिकं निरूप्य सामान्यविशेषौ निरूपितौ, ततः समवायं निरूपयति. समवायस्त्वेक एव इति. इत्थं हि समवायसाधनमाहुः साधनम् आहुः. कस्यचित् पुरुषस्य हस्तौ स्वस्थानस्थितौ स्तः, ततः पुरुषस्य नमस्कारेच्छा भवति. ततः हस्तयोः क्रियया तयोः संयोगः उत्पद्यते. एवं च पूर्वं विविक्तौ भिन्नस्थानस्थितौ हस्तौ संयुक्तौ भवतः. वदतु महोदय, अग्रे पठामि वा भगिनि? तत्र अस्तु किं अस्तु अस्तु समवायः तु एकः एव इति अस्तु इत्थं हि समवायसाधनम् आहुः. पुनः एकवारं पठामि भगिनि. द्रव्यादित्रिकं निरूप्य सामान्यविशेषौ निरूपितौ. अस्तु ततः समवायं निरूपयति. अस्तु इत्थं हि समवायसाधनम् आहुः. कस्यचित् पुरुषस्य हस्तौ स्वस्थानस्थितौ स्तः. भगिनी अत्र तु केवलं अवगच्छामि हस्तयोः स्थानं तु भिन्नभिन्नस्थानेषु भवति, परन्तु यदि नमस्कारेच्छा भवति तर्हि हस्तयोः योजना भवति, संयोगः भवति, तत्र नमस्कारः आगच्छति. एवं च विविक्तौ एवं पूर्वं तु ते विविक्तः इत्युक्ते संयुक्तः न सन्ति, परन्तु भिन्नस्थानानि अपि स्थितौ स्तः ते तौ. अनन्तरं संयुक्तौ भवतः क्रियया, क्रिया इत्युक्ते संयोगक्रियया अथवा हस्तय क्रियया. अस्तु एतत् अवगतं, परन्तु अत्र समवाय इति न अवगतं भगिनि. तत्र प्रथमवाक्यं प्रथमवाक्यम् अस्ति द्रव्यादित्रिकं निरूप्य सामान्यविशेषौ निरूपितौ. इत्युक्ते तत्र द्रव्यादित्रिकम् इत्युक्ते कोऽपि तदेव प्रथमं द्रव्यगुणकर्म निरूप्य तदनन्तरं सामान्य विशेषविषये अपि निरूपणम् अभवत् इदानीं खलु. पञ्चपदार्थाः वयं दृष्टवन्तः एतावत्पर्यन्तं. तदनन्तरं समवायः इति, समवायम् इति यत् पदार्थः अस्ति तत् तस्य निरूपणं भवति. अस्तु ततः समवायं निरूपयति इति अस्ति, कः निरूपयति इति? ग्रन्थकारः. ग्रन्थकारः, अस्तु अस्तु. ततः समवायं निरूपयति कुतः? सामान्यविशेषं निरूपितौ ततः. अस्तु समवायः तु समवायः तु एकः एव. अस्तु तत्र प्रथमं संयोगः इति विषये किञ्चित् वदति, तदनन्तरं समवायः इत्युक्ते किम् इति आगच्छति. तर्हि अग्रे पठामः. तत्पूर्वं किञ्चित् वक्तुम् इच्छामि. तत्र घटः इति न्यायशास्त्रे तत्र उदाहरणरूपेण पुनः पुनः आगच्छति. तत्र प्राचीनकाले घटनिर्माणम् एवं भवति स्म, यत्र तत्र कपालद्वयम् अस्ति. कपालः इत्युक्ते वयं लौकिकार्थम् अन्यत् अपि अस्ति शरीर अवयवः इति, तथा न, तत्र शिरसि यदस्ति खलु तदपि कपालः इति. परन्तु न्यायशास्त्रे तत् त्यजतु, तत्र न्यायशास्त्रे कपालः इत्युक्ते तत्र कपालद्वयं, कपालद्वयस्य मेलनेन तत्र तस्य प्रथमं कुलालः यः अस्ति सः कपालः निर्माति. तदनन्तरं तस्य मेलनं कृत्वा, संयोगं कृत्वा घटं करोति स्म. तदेव तादृशः सम्प्रदायः आसीत् पुरातनकाले. तर्हि तत्र घटे कपालद्वयं वर्तते. प्रथमतया कपालनिर्माणं, तदनन्तरं द्वयोः लेपनं कृत्वा संयोगं, तदनन्तरमेव संयोगस्य अनन्तरमेव घटनिर्माणं भवति. तर्हि द्वयोः कपालयोः संयोगः जातः, तर्हि तदनन्तरं घटः आगच्छति. अस्तु तदेव. कपालम् इत्युक्ते तत् चक्रं न, कपालम् इत्युक्ते तत्र कपालद्वयं, कपालद्वयस्य मेलने, तत्र अर्धभागम् इति चिन्तयतु, घटस्य अर्धभागम् इति. तत्र हेमिस्फियर् इति न, तत्र अर्धभागं कपालस्य घटस्य अर्धभागं, तत्र भागद्वयं स्वीकृत्य तस्य मेलनं कृत्वा तत्र घटनिर्माणं भवति भवति स्म किमर्थं चेत् पुरातनकाले तथा आसीत्। अस्तु अस्तु, तर्हि अग्रे पठामः, भवान् एव पठतु प्रथमबिन्दु। आम्, परन्तु घटोत्पत्तिर्यत्र भवति, परन्तु घटोत्पत्तिः यत्र भवति तत्र कपालद्वयसंयोगानन्तरं एवं कदाचित् भवेत् वा यत् घटः अन्यत्र स्थितः, कपालः अन्यत्र, ततः कपालद्वयसंयोगानन्तरम् उभयोरपि सम्बन्धः। प्रश्नः अस्ति वा? तत्र प्रश्नः अस्तु, परन्तु घटो घटस्य उत्पत्तिः यत्र भवति तत्र कपालद्वयसंयोगानन्तरम् एव कदाचित् भवेत् वा यत् घटः अन्यत्र स्थितः, कपालः अन्यत्र, ततः कपालद्वयसंयोगानन्तरम् उभयोरपि सम्बन्धः। तत्र कपालद्वयमस्ति तर्हि संयोगानन्तरमेव घटः भवति इति तत्र अवगतं, परन्तु तत्र प्रश्नः प्रश्नार्थकः किमर्थमिति न अवगतं भगिनि। तत्र कपालः कपालद्वयं यावत्पर्यन्तं संयोगं न कुर्मः तावत्पर्यन्तं घटः तु अन्यत्र स्थितः इति किमर्थम्? अन्यत्र तु नास्ति खलु? हा सत्यं, तदेव तत्र प्रश्नः अस्ति। तत्र पूर्वं यदा हस्त उदाहरणमासीत् तत्र हस्तसंयोगानन्तरं तत्र यदा नमस्कारक्रिया भवति तदनन्तरं हस्त हस्तौ पृथक् भवति खलु, पृथक् भवतः। परन्तु तत्र अत्र प्रश्नः अस्ति कपालसंयोगानन्तरं घटनिर्माणम् इदानीम् अभवत्, यदा घटः अस्ति तत्र घटः एकदेशे वर्तते अन्यत्र कपालः अस्ति इति वक्तुं शक्नुमः वा इति प्रश्नः। अहं चिन्तयामि न इति, किमर्थम् इत्युक्ते घटः नास्तिरेव यावत्पर्यन्तं चिन्तयतु, नमस्कारः नास्ति यावत्पर्यन्तं हस्ताः विविक्ताः हस्तौ। सत्यं, परन्तु नमस्कार अनन्तरं हस्तः पुनः विविक्तः, हस्तौ पुनः विविक्तौ भवति खलु भवतः खलु? आम्, तदा पुनः परन्तु घटनिर्माणानन्तरं तथा कपालः पृथक्तया अन्यत्र अस्ति इति वक्तुं शक्नुमः वा इति प्रश्नः। ओ तथा, घटस्य निर्माणानन्तरं तु घटः अपि अस्ति कपालद्वयमपि अस्ति इति वक्तुं शक्नुमः? न न, अन्यत्र अस्ति इति वक्तुं शक्नुमः वा इति प्रश्नः। तत्र घटः अस्तु, तद् प्रायः घटः एकत्र अस्ति, कपालद्वयम् एकं दक्षिणपार्श्वे अस्ति एकं वामपार्श्वे अस्ति इति वक्तुं प्रायः शक्नुमः। तदेव अग्रे अग्रे आगमिष्यति। तर्हि द्वितीयबिन्दु रामकार्तिक् महोदय पठामि, पठति वा? अस्तु, घटस्य तद्रूपस्यापि च एवमेव चिन्तनीयम्। किं घटं विहाय अन्यत्र आश्रयं विना स्थितं रूपं घटेन सह सम्बद्धम् इति सम्भाव्यते? तत्र उक्तमस्ति घटस्य रूपविषये अपि एवमेव चिन्तनं करणीयम् इति। तत्र अन्यत्र आश्रयं विना स्थितं रूपं, तत्र कपालरूपं वा किमपि अस्ति चेत् घट घटं रूपम् इत्युक्ते वर्णः, वर्ण तत्र अस्तु, क्षम्यतां न स्मृतम्। अस्तु, तत्र अस्तु, तत्र घटस्य रूपम् अस्ति तत् आश्रयं विना अन्यत्र अस्ति चेत् तत् घटेन सह सम्बद्धम् इति वयं वक्तुं शक्नुमः वा इति प्रश्नः। तथा न इति सम्भावयामः. एवमेव बिलस्य मुखे सर्पः वर्तते, तस्य प्रसर्पणरूपा क्रिया तु किञ्चित् अग्रे चलिता इति सम्भाव्यते. किम् इति प्रश्नः. तत्र बिलस्य मुखे सर्पः अस्ति इति चिन्तयामः चेत् तत्र प्रसर्पणरूपा इत्युक्ते तस्य तस्य प्रसर्पणरूपा क्रिया अग्रे अस्ति, बिलस्य अग्रे अस्ति इति चिन्तयितुं शक्नुमः वा इति प्रश्नः. तथापि नास्ति. एकस्मिन् ह्रदे घटः पतितः, घटः ह्रदस्थलं गतः, घटत्वं तु जलोपरि तरति इति दृष्टं वा केनचित्? तत्रापि प्रश्नः अस्ति. घटः ह्रदे पतति, तदनन्तरं क्षम्यताम् अहं ह्रदस्थलम् इति पठितवान्, घटः ह्रदतलं गतः. यदा घटः ह्रदतले अस्ति, घटत्वं जलोपरि अस्ति इति केनापि वक्तुं शक्यते वा इति प्रश्नः. सर्वेषाम् अग्रे पठामि वा? तर्हि तदेव, तत् तावदेव. तत्र प्रश्नः अस्ति, यदा कोऽपि हृदय इत्युक्ते किम् इति जानन्ति वा? हृदः इत्युक्ते सरोवरः. तत्र कोऽपि तथा दृष्टवान् वा इति, तत्र सरोवरस्य तले घटमस्ति परन्तु घटत्वम् इति यत् जातिः अस्ति तद् जलोपरि तरति इति, नो चेत् सर्पः बिलस्य मुखे, बिलः इत्युक्ते यत्र सर्पः वसति खलु, तद् यत्र सर्पः वसति तदस्ति बिलः. तत्र बिलस्य मुखे सर्पः अस्ति, तदग्रे तस्य क्रिया वर्तते इति वक्तुं शक्नोति वा? नो चेत् तत्र घटरूपम् एकस्मिन् स्थले अस्ति, घटः अन्यस्मिन् स्थले अस्ति इति वक्तुं शक्नुमः वा इति तत्र प्रश्नः. अवगतम्? अस्तु, तर्हि रामप्रिया भगिनी अग्रे पठति वा? उत्तरं वा, उत्तरं पठामि वा? सर्वेषां प्रश्नानां न इत्येव समाधानम्, अतः घटस्य कपालं विहाय. प्रथमप्रश्नस्य उत्तरं, घटम् एकस्थलम् अस्ति, कपालः अन्यत्र अस्ति. कपालद्वयसंयोगानन्तरम् उभयोरपि सम्बन्धः अस्ति वा नास्ति वा इति प्रश्नस्य समाधानं न इत्येव समाधानम्. अतः घटस्य कपालं विहाय, कपालं विहाय घटस्य पूर्णं नास्ति न भगिनि? आम्, अग्रे पठतु, अग्रे पठतु. द्वितीय प्रश्नस्य उत्तरं, रूपस्य घटं विहाय, घटस्य तद्रूपस्य एव चिन्तनीयं, किं घटं विहाय अन्यत्र आश्रयं विना स्थितं रूपं घटेन सह सम्बन्धम् अस्ति वा नास्ति वा, अन्यत्र घटस्य रूपं कपालम् अस्ति चेत्, रूपस्य घटं विहाय, घटं द्विभागम् अस्ति चेत् रूपस्य द्विभागम् इति न खलु, तत्र रूपम् इति यत् घटस्य गुणः अस्ति, गुणः तत् घटं विना अन्यत्र कुत्रापि स्थित्वा तत् तत् सम्बन्धः निर्वोढुं शक्नोति वा इति प्रश्नः. तत्र रूपस्य घटं विहाय अग्रे पठतु भगिनि. तृतीय प्रसर्पणस्य सर्पं विहाय, प्रसर्पणक्रिया सर्पं विहाय अग्रे चलिता इति सम्भाव्यते इति उत्तरं वा? तत्रापि न, तत्र प्रसर्पणस्य सर्पणं विहाय तत्र सम्बन्धः नास्ति इति. तत्र सर्पः नास्ति चेत् तत्र प्रसर्पणक्रिया अपि न भवितुमर्हति खलु, न भवितुमर्हति. चतुर्थप्रश्नस्य उत्तरं, घटत्वस्य घटं विहाय, सरोवरे घटं पतति चेत् घटत्वं तु जलोपरि तरति इति दृष्टं वा केनचित्? घटत्वस्य घटं विहाय घटत्वं न पश्यं न द्रष्टुं शक्नोमि. तत्र घटत्वं, घटः यत्र अस्ति तत्रैव घटत्वमपि वर्तते. घटत्वस्य पृथक् पृथक्तया अस्तित्वम् इति अवगतम्? घटत्वं घटं विहाय घटत्वं नास्ति. अवगतं भगिनि. कदाचिदपि अदर्शनात् नूनं तेषां सम्बन्धः न संयोगः. कुतः? पूर्वं प्राप्तयोः विविक्तयोः या प्राप्तिः स संयोग इत्युच्यते. पूर्वम् अप्राप्तयोः, पूर्वम् अप्राप्तयोः, क्षम्यताम्. कदाचिदपि अदर्शनात् द्रष्टुं विना नूनं तेषां सम्बन्धः न संयोगः. तेषां सम्बन्धः न संयोगः इत्युक्ते न अवगतं भगिनि. अस्तु, अग्रे पठतु. तत्र संयोगः इति यद्वदामः चेत् तत्र पूर्वम् अप्राप्तयोः विविक्तयोः या प्राप्तिः सा संयोगः इति उच्यते. इत्युक्ते तत्र हस्त उदाहरणं यथा अस्ति, तत्र प्रथमम् एकः हस्तः एकस्मिन् पक्षे आसीत्, अपरः हस्तः अपरस्मिन् पक्षे. यदा नमस्कार इच्छा आगता तदा तत्र हस्तसम्मेलनं भवति, संयोगः भवति, नमस्कारक्रिया भवति. तदनन्तरं हस्तौ विक्तौ भवतः. तर्हि यत्र पूर्वं तत्र अप्राप्तिः विविक्तः अस्ति, अनन्तरं तेषां मेलनं भवति, तदस्ति संयोगः इति. परन्तु यत् घटत्वम् इति वदामः, तद् घटं विहाय पूर्वं पृथक् आसीत् वा यदा कदापि? घटं विहाय घटत्वं घटं विहाय नास्ति, नास्ति, नास्ति खलु. तत्र घटत्वम् इति पृथक्तया तस्य अस्तित्वमेव नास्ति. घटं नास्ति चेत् तत्र घटत्वम् इति नास्ति. तथैव तत्र रूपमपि तथा. तत्र घटरूपम् इति यत् अस्ति तद् घटं विहाय तस्य अस्तित्वं नास्ति, नास्ति. तत्र पूर्वं तेषां तत्र पूर्वं पृथक् इति नास्ति, अनन्तरमपि नास्ति. तत्र यत्र घटः अस्ति तत्र घटरूपं वर्तते एव. यत्र घटः अस्ति तत्रैव कपालः अपि अस्ति. तत्र कपालः इति पृथक्तया अस्ति इति वक्तुं न शक्नुमः. तथैव तत्र सर्पः अस्ति, तस्य क्रिया अस्ति चेत् तत्र सर्पं विहाय तस्य क्रिया न भवति खलु. तदा यत्र तथा नास्ति, यत्र तत्र पूर्वं वियोगः अस्ति अनन्तरं संयोगः अभवत्, पूर्वं वियोगः आसीत् अनन्तरं संयोगः अभवत्, तादृशसम्बन्धः एव संयोगः इति उच्यते. समवायः इत्युक्ते तादृशसम्बन्धः यत्र वियोगः न भवितुम् अर्हति. वियोगः न भवितुम् अर्हति पुनः इति न, यत्र वियोगः न भवितुम् अर्हति, न भवितुम् अर्हति. तत्र पृथक् पृथक् इति एव नास्ति. प्रश्नः, द्वयम् अस्ति, तत्र वियोगः अस्ति, तदनन्तरं तत् योजयामश्चेत् तत्र घटः अस्ति, तर्हि तत्र वियोगः पुनः न भवितुम् अर्हति, तत्र समवायः वा? तत्र समवायः एव, तत् सत्यं तत्र, परन्तु तत्र कपालः इति चिन्तयामः चेत् तत्र कपालद्वयम् अस्ति, तस्मिन् समये घटः नास्ति, यत्र तस्य लेपनम् अभवत् तदनन्तरमेव घटः इति आगतं, तत्र घटः इति यदा वदामः तस्मिन् समये तत्र कपालः नास्ति इति न, कपालः घट अवयवः अस्ति, परन्तु तत्र कपालस्य अन्यत्र कपालः अस्ति इति वक्तुं न शक्नुमः, तत्र तस्मिन्नेव स्तरे एव अस्ति, तर्हि तत्र वियोगः न भवितुम् अर्हति, तर्हि यदा तादृशसम्बन्धः यत्र वियोगः नासीत् तादृशसम्बन्धः एव समवायः इति उच्यते, यत्र संयोगः भवति अनन्तरं वियोगः भवति तदस्ति संयोगसम्बन्धः, यत्र वियोगः नासीत् तत्र अस्ति तत्र समवायसम्बन्धः इति वदामः. तर्हि घटस्य तथा घटत्वस्य मध्ये समवायसम्बन्धः अस्ति वा? आम्, तत्र तत्र संयोगसम्बन्धः इति केवलं द्रव्येषु वर्तते, तत्र द्रव्यद्वयं यदा हस्तद्वयम् अस्ति नो चेत् पुस्तकम् उत्पीठिकायाम् अस्ति चेत् तत्र संयोगः वियोगः भवति खलु, तत्र संयोगः इति तादृशसम्बन्धः संयोगः इति वदामः, परन्तु सत्यं तत्र घटरूपं घटयोः अनन्तरं तत्र घटत्वं घटयोः प्रसर्पणक्रिया सर्पयोः तत्र तत् सर्वं तु समवायसम्बन्धः एव. अस्तु, तर्हि अद्य अत्र वदतु भगिनि. भगिनि पदार्थे भिन्न पदार्थेषु समवायः सम्बन्धः अस्ति चेत् वियोगः भवति, तत् सम्बन्धमपि गच्छति खलु, तत् तदेव खलु प्रश्नः? सम्यक् न अवगतं मया. घटत्वम् अस्ति, घटः अस्ति चेत् घटस्य घटत्वम् अस्ति, घटः खण्डनं भवति चेत् घटत्वमपि गच्छति, समवायसम्बन्धः अपि गच्छति इति वा? समवायसम्बन्धः अपि गच्छति इति न, परन्तु घटस्य खण्डनं भवति चेत् तत्र घटः न तिष्ठति खलु, इदानीं हस्त संयोगं हस्तौ संयोगं कृत्वा नमस्कारं कुर्मः चेत् तदनन्तरं वियोगः भवति चेत् हस्तौ इति स्तः खलु, परन्तु घटखण्डनं कुर्मः चेत् तत्र कपालः इति कपालद्वयम् इति न आगच्छति खलु, तत्र नाशः एव भवति, तदेव अस्ति समवायः इति इत्युक्ते तत्र यस्य यत्र वियोगः नासीत् सम्बन्धः सम्बन्धः आरोपितः भवति चेत् तत्र समवायसम्बन्धः भवति, वियोगः भवति चेत् तत् सम्बन्धः एव न तिष्ठति. न न न, तदपि सम्बन्धः एव, परन्तु तद् अन्यविधसम्बन्धः, तत् संयोगः इति अन्यविधसम्बन्धः यत्र वियोगः भवितुम् अर्हति, परन्तु समवाय इति यत् सम्बन्धः अस्ति तत्र वियोगः न भवति. ओ ओके, संयोगः अस्ति चेत् वियोगः भवति. भगिनी, अत्र घटस्य रूपम् इत्युक्ते रूपम् अर्थं फार्म् किल, नाट् वर्णम्? रूपम् इत्युक्ते वर्णं खलु, नीलरूपं श्वेतरूपम् अत्र रूपं रूपम् इत्युक्ते ऐ थिङ्क् द फार्म् नाट् द कलर्. आकारः अपि भवति खलु भगिनी? आकारः अपि भवति, परन्तु न्यायशास्त्रे वयं पूर्वं दृष्टं खलु तत्र इतः परि तत्र रूपम् इति वर्णम् इति विषये रूपम् इति शब्दमेव उपयोगं कुर्मः इति आसीत् खलु. तत्र पश्यतु पृष्ठसङ्ख्या दशमपुटे पश्यतु, अतः वर्णे रूपम् इति भावामः. ते रूपम् इति यत्र आगच्छति तत्र वर्णम् इत्येव अर्थमस्ति. अस्तु, अहं चिन्तितवती रूपम् रूपम् इत्युक्ते फार्म् इति. न न, न्यायशास्त्रे रूपम् इत्युक्ते वर्णमेव. विलम्बः जातः, अद्य अत्र समापयामः.